नमो नमः। नमो नमः। अधुना अस्माकं विभक्ति वल्लरी इति पुस्तकस्य अभ्यासः प्रवर्तमानः। इदानीं किञ्चित् पुनस्मरणं कुर्मः। बहुकालतः अस्माकं मेलनं न जातम्, अतः अधुना किञ्चित् पुनस्मरणं खलु। तर्हि प्रथमाविभक्तिः इत्यस्य प्रयोगः कुत्र भवति? कोऽपि वदति वा प्रथमाविभक्तिः? सत्यं, यत्र कर्ता अस्ति, कर्तृपदं, यत्र कर्तृपदमस्ति, यः किमपि करोति तस्य प्रथमाविभक्तिः भवति खलु। तर्हि वाक्यं वदतु, सरलवाक्यं। रामः बालकः। समीचीनं, रामः बालकः। तत्र रामः इत्यस्य किं कर्तृपदं, रामः इति कर्तृपदम्, अपि च का विभक्तिः? प्रथमाविभक्तिः। एकवचनम्। अत्युत्तमम्। अत्युत्तमं महोदय। अस्तु, अग्रे अन्यत् वाक्यं वदतु। रामः फलं खादति। फलं, फलं, फलमिति तत्र हिन्दी अस्ति इदानीं। फलं, फ, फ इति ध्वनिः कुत्र आगतः, कुतः? तत्र उर्दुभाषातः आगतः। यत्र किं वदामः, फूट्की, यत्र बिन्दुः अस्ति, बिन्दोः नाम किम्? न, भवान् यथा जरूरत्, तत्र ज इति हिन्दीभाषायां वयं वदामः खलु जरूरत्, किन्तु उर्दुभाषायां तत्र जरूरत् इति वदन्ति। तत्र ज इति अस्ति, तत्र बिन्दुः अस्ति खलु, जकारस्य बिन्दुः, तस्य बिन्दोः नाम किम्? ओ, हा, बिन्दुः, तस्य नाम किं? तत्र केचन पूट्की इति वदन्ति, अन्यनाम अपि अस्ति, अस्तु, यत्किमपि भवतु नाम, किन्तु अत्र अतः वारंवारम् अस्माकं मनसि भवेत् फलं, तत्र फलमिति नास्ति। तर्हि कर्तृपदं यत्र अस्ति तत्र प्रथमाविभक्तिः भवति। फलं, तत्र फलं, फलानि इति उच्चारणमस्ति। अस्तु, अन्यद् वाक्यं सर्वे वदन्तु, भगिनी अपि वदतु। हा, मम स्यूतः अत्र अस्ति, तत्र कर्तृपदं किम्? स्यूतः, तस्य का विभक्तिः? प्रथमाविभक्तिः। अस्तु, अन्यद् वाक्यम्? अहं पुस्तकं पठामि। अहं पुस्तकं पठामि। पुस्तकं, पुस्तकमिति कर्मपदम्। एवम्, अहं कर्तृपदम्। ओ, कर्मपदं, हा, पुस्तकमिति कर्मपदम्, अहमिति कर्तृपदं, सत्यं। तर्हि अहमिति अस्य का विभक्तिः? कर्म इति कर्मपदस्य पुस्तकं, हा, का विभक्तिः? द्वितीयाविभक्तिः। अद्युतं, तर्हि अहं पुस्तकं पठामि इत्यस्मिन् वाक्ये अहम् इत्यस्य प्रथमाविभक्तिः, तर्हि कर्मपदस्य द्वितीयाविभक्तिः। हा, अन्यत् वाक्यं सर्वे वदन्तु, कर्मप, हा, भगिनी प्रथमाविभक्तिः, तत्र भवती वदतु। अहं भोजनं खादामि, तत्र अहं भोजनं खादामि इति अहम् इत्यस्य का विभक्तिः? न, अहम् इत्यस्य प्रथमाविभक्तिः, अहम् इत्यस्य प्रथमाविभक्तिः, यत्र कर्तृपदमस्ति, नाम सब्जेक्ट् आफ् द सेण्टेन्स्, सब्जेक्ट्, यत्र सब्जेक्ट् आफ् द सेण्टेन्स् भवति तत्र प्रथमाविभक्तिः अस्ति, अहं, यथा बालकः कार्यं करोति, बालकः कार्यं करोति, बालकः इत्यस्य प्रथमाविभक्तिः। इदानीं वदतु, बालकः भोजनं खादति। खादति बालकः भोजनं खादति इत्यस्मिन् वाक्ये बालकः इत्यस्य प्रथमा विभक्तिः भोजनम् इत्यस्य का विभक्तिः द्वितीया विभक्तिः भोजनमित्यस्य द्वितीया विभक्तिः भवति द्वितीया विभक्तिः भवति तदा यत्र आब्जेक्ट् आफ् द सेण्टेन्स् कर्मपदम् कर्मपदमिति वदामः तत्र आब्जेक्ट् आफ् द सेण्टेन्स् अस्ति चेत् तत्र द्वितीया विभक्तिः भवति बालकः भोजनं खादति अन्यद् वाक्यं द्वितीया विभक्तिः बालिका चलनचित्रं पश्यति बालिका चलनचित्रं पश्यति इति वाक्यमस्ति तत्र बालिका इत्यस्य प्रथमा विभक्तिः चलनचित्रं द्वितीया विभक्तिः इति स्पष्टं स्यात् इदानीं तर्हि शीघ्रमेव रूपाणि पश्याम अत्र अहं प्रथमाविभक्त्यन्तं रूपं वदामि भवन्तः द्वितीयविभक्त्यन्तं रूपं वदन्तु नदी भगिनि नदीं अस्तु इदानीं वृद्धा वृद्धां गजः गजं गजम् इदानीं पाठशाला पाठशालां समीचीनम् इदानीम् अजः अजम् अजम् तर्हि यत्र कर्मपदमस्ति अस्तु तर्हि अत्र यत्र कर्मपदमस्ति तत्र म इति योजयामः अन्ते म तर्हि यथा नदी नदीं वृद्धा वृद्धां तर्हि अन्यत् वाक्यं वदन्तु सन्ध्या भगिनी वदतु यत्र कर्मपदमस्ति अहं द्विचक्रिकां क्रीणामि अहं द्विचक्रिकां क्रीणामि तर्हि तत्र द्विचक्रिका इति प्रथमा विभक्तौ अस्ति द्विचक्रिका अहं द्विचक्रिकां क्रीणामि तत्र द्वितीया विभक्तिः अस्ति अस्तु समीचीनम् इदानीं पुस्तकम् इति अस्ति द्वितीया पुस्तकं प्रथमा विभक्तौ पुस्तकं द्वितीया विभक्तौ पुस्तकम् एवं वा अस्तु तर्हि परिवर्तनं न भवति अस्तु यत्र नपुंसकलिङ्गशब्दः अस्ति तत्र प्रथमा विभक्तिः द्वितीया विभक्तिः तत्र परिवर्तनं न भवति अस्तु भगिनि अवगच्छति वा इदानीं तृतीया विभक्तिः तृतीया विभक्तिः कुत्र भवति कोऽपि वदति वा द्विचक्रिकया गच्छामि अन्यत् वाक्यम् अहं कोपेन वदामि कोपेन वदामि तत्र गमनस्य माध्यमं द्विचक्रिकया गच्छामि अत्र भावसूचकपदः पदमस्ति कोपेन अन्यद् वाक्यम् तर्हि अन्यत् वाक्यम् अहं चमसेन खादामि चमसेन खादामि तत्र तृतीया अन्यत् वाक्यम् अहं वनेन चलामि वनेन तत्र वनेन वने अहं वने चलामि वने चलामि सप्तमी तृतीया अहं लेखन्या लिखामि लेखन्या लिखामि समीचीनमस्ति इति तृतीया तत्र माध्यममस्ति यत्र यन्त्रमस्ति अथवा गमनसाधनमस्ति तत्र माध्यमम् अस्ति नो चेत् भावसूचकशब्दः अस्ति सन्तोषेण कोपेन इदानीं रूपाणि पश्येम अहं एकवचनात् रूपं वदामि, भवन्तः तृतीयविभक्त्यन्तं प्रथमाविभक्त्यन्तं वदामि, भवन्तः तृतीयविभक्त्यन्तरूपं वदन्तु. अत्र पुस्तकं पुस्तकेन. अस्तु, इदानीं बिडालः. बिडालेन अस्तु. इदानीं फेनकं. फेनकेन समीचीनं, फेनकेन. अस्तु, चन्द्रः. चन्द्रेण. अस्तु, नदी. नद्या. पत्रिका. पत्रिकया. अस्तु, समीचीनमस्ति. अनन्तरं कुञ्चिका. कुञ्चिकया. अस्तु, जननी. जनन्या. अस्तु, समीचीनम्. अधुना चतुर्थीविभक्तिः. चतुर्थीविभक्तिः तत्र कुत्र प्रयोक्तुं शक्नुमः? वाक्यं वदतु. अहं विश्वनाथाय पुस्तकं ददामि. अस्तु, समीचीनम्. अन्यत् वाक्यम्? अहं भगिन्यै पुस्तकमपि ददामि. अस्तु, अन्यत् वाक्यम्? महोदय, शीघ्रं. भक्ताः देवाय नमः इति वदन्ति. तर्हि यत्र दानक्रिया अस्ति, यत्र नमः नमशब्दः अस्ति, तत्र चतुर्थी अस्ति. अन्यत्र कुत्र चतुर्थी विभक्तिः भवति पश्यन्तु. यत्र कोपः अस्ति, कूप्यते, असूयते, क्रुध्यति. असूयति रोचते. सन्ध्यायै पुस्तकं न रोचते. सन्ध्यायै पुस्तकं न रोचते. समीचीनम्. अनन्तरं अहं मधुरं न रोचते. अहं मधुरं न रोचते. हा, किन्तु तत्र अहमिति न भवति खलु? मह्यं मधुरं न रोचते. अन्यत् वाक्यं चतुर्थी, शीघ्रं किमपि अभिनन्दनाय चतुर्थी. अहं मित्राय धनं ददामि. अस्तु, अनन्तरं क्रुध्यति. क्रुध्यति. असूयति. रामः सीतायै असूयति. तथैव अस्ति. अन्यत् वाक्यं अस्माकम् अभ्यासेन बहु लाभः अस्ति, अतः नाम बहु चिन्तनं नापेक्षितम्. एवमेव सरलवाक्यं वदति चेत् समीचीनं. रामाय कार्यं रोचते. हा, रामाय कार्यं रोचते. अनन्तरं चतुर्थी, यत्र फलमस्ति. फलं नाम परिणामः. परिणामः तत्रापि चतुर्थी भवति. अस्तु, तर्हि तृतीया विभक्तिः कुत्र भवति? यत्र माध्यममस्ति, साधमस्ति, साधनम्. यथा अहं हस्तेन खादामि. लेखनी. अहं लेखन्या लिखामि. इति वाक्यं तत्र यत्र साधनम् अथवा माध्यमम् अस्ति तत्र तृतीया विभक्तिः भवति. अवगतं वा? अन्यत् उदाहरणं सर्वे वदन्तु शीघ्रमेव. अहं कार्यानेन गृहं गच्छामि. कार्यानेन गृहं गच्छामि. लोकयानेन मित्रगृहं गच्छामि. यत्र यानम् अस्ति लोकयानं विमानेन अहं विमानेन भारतदेशं गच्छामि तत्रापि तृतीया अस्ति अस्तु अन्यत् वाक्यं लेखन्या लिखामि हा तत् यत्र माध्यमम् अस्ति अपि च यत्र भावः अस्ति भावः यथा सन्तोषः अहं सन्तोषेण सम्भाषणं करोमि अन्यत् वाक्यं भावसूचकः अहं निरासक्ततया पठामि अस्तु अनन्तरम् अहं रामः कोपेन गृहं गच्छति रामः कोपेन गृहं गच्छति हा यत्र भावः अस्ति यथा कोपः सन्तोषः आशा अहम् आशया परीक्षां ददामि आशया कार्यं करोमि अन्यत् दूरतः भवान् टेक्सस् राज्यतः भवान् आगतवान् पृष्ठतः उपविशति चेत् न कोऽपि लाभः तृतीयविभक्तिः परिश्रमः इत्यस्य वाक्यं रचयतु तृतीया परिश्रमेण कार्यं करोमि अस्तु अनन्तरं कष्टं तृतीया भवान् कष्टं अनन्तरं विश्वनाथमहोदय भयम् अनन्तरं दुःखं अनन्तरं निहारिका भगिनी अत्र भवती वदतु आनन्दः हा हा एतस्य वाक्यं रचयतु हा वाक्यं रचयतु आनन्देन अनन्तरं जागरूकता अनन्तरं तृप्तिः अनन्तरं त्वरा शीघ्रं रश् त्वरा इति रश् अस्तु त्वरा अहं किन्तु अत्र लिङ्गं किं तृप्तिः लिङ्गं एवं नूतनसमाचारः किं परिवर्तनं जातं वा अहं न जानामि स्म भवती जानाति स्म तृप्तिः इति पुल्लिङ्गशब्दः कदापि न श्रुतवान् श्रीलिङ्गशब्दः अत्र श्रीलिङ्गशब्दः सामान्यतया नियमः भवति यत्र ह्रस्व ईकारान्त शब्दः अस्ति तत्र ईकारात् पूर्वं तकारः अस्ति चेत् स्त्रीलिङ्गशब्दः सामान्यतया ति तृप्तिः तिः अस्ति चेत् स्त्रीलिङ्गशब्दः भोजनं खादामि तृप्त्या भोजनं खादामि अस्तु अन्यत् वाक्यं त्वरा अहं त्वरया पतितवती अहं त्वरया पतितवती हा अस्तु अहम् अवगच्छामि त्वरया पतितवती हा अस्तु आनन्देन किं भवती आनन्देन किं करोति आनन्देन पठामि हा अहम् आनन्देन पठामि समीचीनम् अनन्तरं युवकः भयेन सर्पं मारयति युवकः भयेन सर्पं मारयति बहु समीचीनमस्ति सः बहु किमपि आदितवान् अग्रे बालकः कष्टेन वाक्यं लिखति बालकः कष्टेन वाक्यं लिखति इति तत्र भावसूचक शब्दः अस्ति भावः बालिका दुःखेन पठितवती बालिका दुःखेन पठितवती दुःखेन पठितवती इति वा अस्तु अस्तु समीचीनमस्ति अवगतं तर्हि यत्र माध्यमम् अस्ति तत्र तृतीया यत्र भावः अस्ति तत्रापि तृतीया इदानीं वयम् उक्तवन्तः यत्र चतुर्थी विभक्तिः अस्ति यत्र दानक्रिया अस्ति चतुर्थी विभक्तिः अस्ति शीघ्रमेव पुनः वदामः यथा यस्मै वदामः दद्मः तत्र चतुर्थी विभक्तिः अस्ति वाक्यम् अहं मित्राय धनं ददामि मित्राय ददामि अहं यस्मै वयं किमपि दद्मः तत्र चतुर्थी विभक्तिः भवति चतुर्थी विभक्तिः तत्र पुल्लिङ्गे आय अपि च स्त्रीलिङ्गे आये लथा यथा रामः तत्र रामाय इति अस्ति चतुर्थी स्त्रीलिङ्गे लता इत्यस्य लतायै रामः रामाय लता लतायै तर्हि अहं पुस्तकं रामाय ददामि अहं पुस्तकं लतायै पुस्तकं ददामि यत्र दानक्रिया अस्ति तत्र यस्मै वयं दद्मः तस्य चतुर्थी विभक्तिः भवति अस्तु तर्हि शीघ्रमेव अन्यत् वाक्यं दानक्रिया ब्राह्मणाय वस्त्रं ददामि अनन्तरं लतायै पुष्पं ददामि अनन्तरम् अहं विद्यां ददामि इस् इट् करेक्ट् अहं किं पुनः छात्रा विद्यां ददामि तत्र विद्या इति शिखा विभक्तिः भविष्यति तत्र यद् दद्मः तस्य का विभक्तिः तत्र कर्मपदं भविष्यति खलु कर्मपदं यद् दद्मः तस्य द्वितीया तर्हि विद्यां ददामि कस्मै छात्रः तस्य चतुर्थी इति करोतु वाक्यं वदतु अहं विद्यां छात्रां ददामि किन्तु चतुर्थी छात्रायै स्त्रीलिङ्गे पुल्लिङ्गे छात्रः किं भवति छात्राय ददामि वाक्यं वदतु अहं विद्यां छात्राय ददामि छात्राय इति पुल्लिङ्गे स्त्रीलिङ्गे छात्रायै इति अस्ति वदतु पुस्तकं छात्राय ददामि पुस्तकं छात्रायै ददामि समीचीनमस्ति इति चतुर्थी विभक्तिः समीचीनं तर्हि अहं वदामि स्म चतुर्थी तत्र परिणामः यत्र परिणामः तत्र अपि चतुर्थी विभक्तिः भवति परिणामः अत्र वाक्यमस्ति एवं कथनं तस्य खेदाय भवेत् परिणामः खेदः भविष्यति चेत् खेदाय इति वदामः तर्हि साफल्यम् इति चतुर्थी साफल्याय तत् वाक्यं रचयतु अहं करोमि पुनः साफल्याय कार्यं करोमि साफल्याय कार्यं करोति इति न अहं साफल्याय करोमि न अस्तु अस्तु अस्तु तद् भिन्नं भविष्यति तदस्ति मम लक्ष्यमस्ति साफल्यं अतः साफल्याय कार्यं करोमि इति भवितुम् अर्हति किन्तु यदि वयं वदामः यत् परिणामः किं भविष्यति तर्हि चतुर्थी विभक्तिः भगिनी कुत्र भवति इति चेत् तत्र यत्र दानक्रिया अस्ति भवती एकं वाक्यं वदतु यत्र दानक्रिया अस्ति अहम ददामि किम भवति किम ददति किम ददाति अहम लेखनी ददामि हां तत्र अहम यत्र कर्मपदम अस्ति तत्र म इति इति भवति म कर्मपदम लेखनी तत्र कर्मपदम अस्ति खलु तर्हि लेखनी इति वदतु अहम लेखनीं ददामि हां इदानीं यस्मै दद्मः to whom we give that तस्य चतुर्थी भवति चतुर्थी विभक्तिः तर्हि रामाय इति वदतु अहं लेखनीम् अहं लेखनीं रामाय ददामि हा अर्थः अवगतः वा हा अस्तु समीचीनम् अहं लेखनीं रामाय ददामि यत्र दानक्रिया अस्ति तत्र चतुर्थी विभक्तिः इति वदामः इदानीं यत्र नमः नमः इति वदतु वाक्यम् देव्यै नमः हा देवी इति सु देव्यै नमः देवः देवाय नमः देवाय नमः कृष्णः कृष्णाय नमः हा शिवः शिवाय नमः हा ओम नमः शिवाय इति तत्र प्रसिद्धिः अस्ति खलु नमः अस्ति चेत् तत्र चतुर्थी दानक्रिया अस्ति चेत् तत्र चतुर्थी भवति इदानीं क्रोधः क्रुध्यति क्रुध्यति असूयति इत्यादीनि वाक्यानि तत्र सन्ति तत्र ईर्ष्यति दूह्यति ईर्ष्यति क्रुध्यति दूह्यति यत्र क्रोधः अस्ति यत्र क्रोधः अस्ति सो whom you to whom you have anger towards to whom you have anger towards तेषां चतुर्थी विभक्तिः भवति तर्हि बालकः अस्ति शिक्षकः अस्ति बालकः शिक्षकाय क्रुध्यति मीन्स् बाय् इस् एङ्ग्री एट् द टीचर् बालकः शिक्षकाय क्रुध्यति अस्तु तत्र चतुर्थी विभक्तिः भवति वदन्तु क्रोधः यत्र क्रोधः अस्ति क्रोधः शीघ्रम् अहं क्रोधे अहम् अद्य विश्वनाथाय क्रुध्यामि अहम् अद्य विश्वनाथः क्रोधः अस्ति क्रोधः अस्ति क्रुध्यति क्रुध्यामि अहं विश्वनाथाय क्रुध्यामि अस्तु तर्हि सर्वे रचयन्तु एकं वाक्यं शीघ्रमेव असूयति द्रुह्यति तत्र क्रुध्यति द्रुह्यति द्रुह्यति न तत्र द्रोह तत्र द्रुह्यति इति यत्र मम चिन्तनं सम्यक् नास्ति मीन्स् टु मीन् मेलस् मेलस् आङ्ग्लभाषया मेलस् इति जानाति वा द्रुह्यति यत्र द्रुह्यति असूयति क्रुध्यति ईर्ष्यति यत्र ईर्ष्या अस्ति ईर्ष्या तत्र पदद्वयमस्ति ईर्ष्या अपि च ईर्ष्या अस्ति चेत् तत्र चतुर्थी अस्ति तर्हि सर्वे वदन्तु एकवारं चतुर्थी सर्वे वदन्तु शीघ्रमेव अस्तु मूषकः बिडालाय असूयति वाक्यं चतुर्थी सर्वे रचयन्तु रामः रावणाय क्रुध्यति रावणः रावणाय क्रुध्यति अस्तु भगिनी अपि वदतु अहं मम अग्रजाय क्रुध्यामि समीचीनं पुतिन् महोदये जार्जिया देशे द्रुह्यति पुनः वदतु समीचीनं पुनः पुतिन् महोदय जार्जिया देशे द्रुह्यति देशे Do you want to say he got angry at that country? Through here, he has done some... No, tathana. Atra means he got angry. He was angry at. To whom he has anger, for whom he is angry, tatra chaturthiyasti. So druhyati is angry. Droham karoti. Droha. Iti shabdam janati va droha. Droham janati. Droha. Droha. Yasya droha asti, yasmai asti, tasya chaturthi asti. Vanyai druhyati. Vanyai druhyati. Samishan. Even bhavati va? Asti vagre? Chacha vivadaya ma bhavatu. Ha. तत् भिन्न अर्थः इदानीं वदिष्यामः वाक्यम् इदानीम् अग्रे गच्छेम इदानीं यत्र परिणामः अस्ति यत्र परिणामः अस्ति अपि तत्र भवति वाक्यं वदतु भगिनि चर्चा विवादाय मा भवतु चर्चा विवादाय मा भवतु तत्र चर्चायाः परिणामः विवादः मा भवतु इति अर्थः परिणाम इत्युक्ते रिजल्ट् तो यत्र परिणामः या इति अर्थः अपेक्षते तत्र चतुर्थी विभक्तिः इति वदामः सो पुनः वाक्यं वदतु दुर्व्यसनं कदापि सुखाय न भवति किं दुर्व्यसनं दुर्व्यसनं कदापि सुखाय न भवति अपि च दुर्व्यसनं दुर्व्यसनं कदापि सुखाय न भवति So, bad habits never result in happiness. Durvyasanam sukhaya kadapi na bhavati. Charcha vivadaya ma bhavatu. So, the discussion should not result in argument. Charcha vivadaya ma bhavatu. So, yatra parinama hasti. Yatra vivadaha iti parinama hasti. Sukham iti parinama hasti. Yatra parinama hasti tacha chatra chaturti vibhakti hasti. Tari khedaha. सुब्रह्मण्यमहोदय खेदस्य वाक्यं रचयतु अनन्तरम् आरोग्यम् आरोग्यमिति यस्य वाक्यं रचयतु अनन्तरं हितं हितमिति वदतु अनन्तरं सन्तोषः अनन्तरं प्रमोदः इत्युक्ते डिलैट् अथवा एन्जोय्मेण्ट् प्रमोदः तर्हि प्रमोदः तत्र परिणामः इति वाक्यं रचयतु यत्र प्रमोदः चतुर्थी नाम प्रमोदाय शिरोवेदना इति चतुर्थी अनन्तरं तृप्तिः वदतु अन्यत् उदाहरणं यत्र परिणामः अस्ति तर्हि यत्र साफल्यं सफलं साफल्यम् इत्यस्य भावः सफलस्य भावः साफल्यं तर्हि परिश्रमः साफल्याय भवति हार्ड्वर्क् रिजल्ट्स् इन् सक्सेस् परिश्रमः साफल्याय भवति यत्र परिणामः रिजल्ट् परिणामः साफल्यमस्ति सत्य परिणामः चतुर्थी भवति अस्तु वाक्यं मम संस्कृतस्य पठनं हिताय भवति मम संस्कृतस्य पठनं हिताय भवति समीचीनम् अन्यत् वाक्यम् अहं वदतु प्रतिदिनं प्रातःकाले उत्थानम् आरोग्येण भवति आरोग्याय इति चतुर्थी आरोग्याय भवति किम् आरोग्याय भवति किं प्रतिदिनं प्रतिदिने प्रतिदिनं प्रातः समये प्राणायाम आरोग्याय भवति इति वाक्यम् अन्यत् परोपकारः स्वस्य संतोषाय भवति। परोपकारः स्वस्य संतोषाय भवति। समीचीनम्। अन्यत् सीता रामाय विरहात् खेदति। सीता रामाय विरहात् खेदति। न, अत्र खेदस्य चतुर्थी स्यात्। वाक्यं समीचीनमस्ति, पुनः वदतु। सीता रामाय विरहात् खेदति। तत्र खेदति इति न खेद्यते इति अहं मन्ये। तत्र खेद्यते इति खेद्यते इति अस्ति इति अहं मन्ये, न तु खेदति, खेद्यते। किन्तु अत्र खेदः चतुर्थी विभक्तौ स्यात्। खेदः नाम परिणामः, यत्र खेदः परिणामः अस्ति, यत्र खेदः परिणामः अस्ति। अस्तु, हा भगिनी वदति वा। नाम एकं कार्यं, एका क्रिया स्यात् यस्य परिणामः प्रमोदः। उदाहरणार्थं खादनं प्रमोदाय भवति। यत्किमपि प्रमोदाय, नाम ईटिङ्ग् रिसल्ट्स् इन् डिलैट्। खादनं, हा वदतु। खादनं प्रमोदाय भवति। लेखनं प्रमोदाय भवति। समीचीनं, लेखनं प्रमोदाय भवति, समीचीनं वाक्यम्। अथवा गीतश्रवणं प्रमोदाय भवति। चोरकार्यं शिरोवेदनाय भवति। किन्तु पुनः वदतु। चोरकार्यं शिरोवेदनाय भवति। किन्तु शिरोवेदना इति स्त्रीलिङ्गशब्दः अस्ति खलु, शिरोवेदना, शिरोवेदनाय, हा पुनः चोरकार्यं शिरोवेदनायै भवति। अस्तु, अप्रियवचनं खेदनाय भवति। अप्रियवचनं खेदनाय भवति, समीचीनम्। अस्तु, महोदय वदति वा। शिरोवेदनाय असत्यवाक्यं, वाक्यम् असत्यवाक्यं शिरोवेदनायै भवति। असत्यवाक्यं शिरोवेदनायै भवति। असत्यवाक्यम् असत्यवाक्यवदनं द्वयमपि भवितुमर्हति, द्वयमपि भवितुमर्हति। शिरोवेदना अवगच्छति वा भगिनि? शिरोवेदना, शिरोवेदना, शिरोवेदना, शिरस् इति हेड्, शिरस्, वेदना नाम पेन्, शिरोवेदना इति हेडेक्, शिरोवेदना हेडेक् इति इत्युक्ते हेडेक्। तर्हि राजशेखरमहोदय उक्तवान् यत् किम् असत्यम्, असत्यवाक्यं शिरोवेदनाय, शिरोवेदनायै, शिरोवेदनायै भवति। असत्यवाक्यम् अथवा असत्यवाक्यवदनम्, नाम स्पीकिङ्ग् अन्ट्रूथ् रिसल्ट्स् इन् हेडेक्, एण्ड्स् अप् इन् हेडेक्। असत्यवाक्यवदनं शिरोवेदनायै भवति। अन्यत् वाक्यम् इदानीं पञ्चमी, पञ्चमीविभक्तिः, पञ्चमीविभक्तिः कुत्र भवति इति। तर्हि पञ्चमीविभक्तिः, पञ्चमीविभक्तिः यत्र विभागः अस्ति, विभागः अस्ति नाम वृक्षः फलम्, वृक्षतः फलं पतति, अथवा नाम अस्माकं तत्र अभ्यासपुस्तके तः तः तः इति वदामः स्म खलु, वृक्षतः गृहतः खलु इति वदामः, तत्र अभ्यासपुस्तके अस्ति तः, तस्मिन् अर्थे यतोहि तः इति अव्ययमस्ति, एकवचने बहुवचने सर्वत्र तः, नाम गृहतः अथवा पुरुषतः लेखनीं स्वीकरोमि, पुरुषतः लेखनीं स्वीकरोमि, गृहत वृक्षतः फलं पतति, वनतः पुष्पाणि आनयामि इति वाक्यमस्ति. अनन्तरं तः मैसूरतः बेङ्गलूरुनगरं गच्छामि, तत्र तः अस्ति. तर्हि तः सर्वत्र प्रयोक्तुं शक्नुमः, लिङ्गं यत् किमपि भवतु, स्त्रीलिङ्गशब्दः बालिकातः, बालिकातः पुस्तकं स्वीकरोमि, अस्तु. इदानीं महिलातः भोजनं स्वीकरोमि, स्त्रीलिङ्गशब्दः सर्वे वदन्तु. अस्तु, सुमन्यमहोदय, अत्र छात्रा, छात्रा इत्यस्य तत्तः. अस्तु, इदानीं पुस्तिका, इदानीं देवता, देवता इत्यस्य लिङ्गं किं? स्त्री, पुल्लिङ्गशब्दः नास्ति. देवता, गोशाला, गोशाला, अस्तु. इदानीं नदी, नारिका भगिनी, अत्र नदी इति, नदी इति शब्दं इति तः इति संयुज्य तत्र वाक्यं वदतु पञ्चमी अर्थे, नदीतः, हा इति वाक्यं रचयतु. अस्तु, इदानीं कूपी, भगिनी, कोऽपि वदति वा? कूपीतः जलं स्वीकरोमि, कूपीतः जलं स्वीकरोमि. अनन्तरं मम भगिनीतः स्वदेशं गच्छामि, मम भगिनीतः स्वदेशं गच्छामि इति अहं न अवगच्छामि. भगिनी न न न न तत्र पञ्चमी अर्थे अस्ति भगिनी, भगिनीतः मीन्स् फ्रम् युर् सिस्टर्, फ्रम् आङ्ग्लभाषया तथा वदति वा, ऐ फ्रम् मै सिस्टर् भारतदेशं गच्छामि, न तथा न भवति खलु, हा तथा नास्ति, तथा नास्ति. भाषात्रयमस्ति, मै सिस्टर् के साथ भारतदेशं गच्छामि. अस्तु, सर्वे वदन्तु. अहं छात्रातः पुस्तकं स्वीकरोमि, छात्रातः पुस्तकं स्वीकरोमि. अस्तु, अनन्त, अहं पुस्तिकातः पुट स्वीकरोमि, पुस्तिकातः पुटः स्वीकरोमि, पुटं स्वीकरोमि, तत्र द्वितीया विभक्तिः भवति खलु, पुटं पुस्तिकातः, पुस्तिकातः बहुवचने, अस्ति चेत् किं भवति, पुटम् एकवचने पुटं स्वीकरोमि, एकं पुटं स्वीकरोमि, पुस्तिकातः एकं पुटं स्वीकरोमि, बहुवचने पुटाः, प्रथमा विभक्ति, द्वितीया विभक्ति पुटान्, हा वदतु. अहं पुस्तिकातः पुटान् स्वीकरोमि, अहं पुस्तिकातः पुटान् स्वीकरोमि. अस्तु, सर्वे उक्तवन्तः वा? ब्राह्मणाय गोशालातः ब्राह्मणाय गौशालातः गौसमूहं ददामि. समीचीनमस्ति, समीचीनमस्ति. अस्तु भगिनी वदति वा, वदतु. शिक्षकतः लेखनीं स्वीकरोमि. सत्यं, शिक्षकतः लेखनीं स्वीकरोमि. अनन्तरं भगिनीतः पुस्तकं स्वीकरोमि. समीचीनं, भगिनीतः पुस्तकं स्वीकरोमि. अहं देवतातः ऐश्वर्यं स्वीकरोमि. देवतातः ऐश्वर्यं स्वीकरोमि इति वाक्यानि भवन्ति. इदानीम् अभ्यासपुस्तके तः इति सर्वत्र भवति. शब्दः पुल्लिङ्गशब्दः भवतु, स्त्रीलिङ्गशब्दः भवतु, नपुंसकलिङ्गशब्दः, वनम् इति अस्ति चेत् वनतः. अवगच्छतु भगिनि, वनम् अस्ति चेत् तत् मकारं निष्कासयामः. वनं वनतः नाम अत्र लोकयानं, लोकयानतः. पुष्पं, पुष्पतः. वदतु वाक्यं, पुष्पतः गन्धः, पुष्पतः गन्धम् आगच्छति. गन्धमिति वा, का विभक्तिः? पुष्पतः का विभक्तिः स्यात्? गन्धः, मधुरगन्धः आगच्छति. मधुरं, मधुरं नाम खादनार्थं वा? अस्तु, समीचीनं. तर्हि लोकयानं लोकयानतः, अस्तु, लोकयानं लोकयानतः. पुष्पं पुष्पतः. भगिनी वदतु मन्दिरं, मन्दिरतः अहम् आगच्छामि. इदानीं कस्मिन् अर्थे, यत्र तः अस्ति तस्मिन् अर्थे तत्र रूपाणि भवन्ति, विभक्तिरूपाणि भवन्ति खलु. यथा नृपः, नृपः नृपतः, अथवा पञ्चमी विभक्तौ नृपात्, नृपात् रूपमस्ति नृपात्. तर्हि सर्वे वदन्तु, देवः सुवर्ण न तः इति चेदति देवात्, देवात् लेखकः, लेखात् लेखकः, लेखकः, लेखकः. पञ्चमी इदानीं लेखकः न, तत्र विसर्गम् इति चेदतु, साहाय्यं करोतु. लेखकात्, लेखकात्. चन्द्रः, चन्द्रात्. स्वर्णकारः, स्वर्णकारकात्. न न, नूतनपदस्य आवश्यकता नास्ति, यत् पदम् अस्ति तस्य प्रयोगं करोतु. स्वर्णकारात्. अस्तु, इदानीम् अजः, अस्तु. इदानीं चषकः, चषकतः इति अस्ति. नाम अभ्यासपुस्तके चषकतः. इदानीं नूतनरूपमस्ति चषकात्, चषकात्. नाम तः इति अव्यय, चषकतः इति अव्ययम्, अव्ययपदमस्ति. अव्ययपदम् इत्युक्ते तस्य रूपं न परिवर्तते. That rupam does not change. It always stays. Ekavachane, bahuvachane, yatra kutrapi bhavatu nama. Tatra taha iti prayoktum shaknumaha. Kintu, atra vibhakti rupani santi. Pasati va table. Tatra pulinge balaha. Balaha. Abhyasa pustake bala taha. Kintu idanim vastavika rupam nama vibhakti anta rupam asti balat. बाल इति शब्दः बालतः, किन्तु अत्र बालात् अस्ति. इदानीं तत्र पुल्लिङ्गे अस्ति, इदानीं नपुंसकलिङ्गे पश्यतु, पुस्तकं पुस्तकतः, किन्तु अत्र किं लिखितमस्ति वदतु भगिनि. भवती वदतु, पुस्तकम् इति तत्र किं लिखितमस्ति? पुस्तकतः इति अस्ति, किन्तु अत्र अस्मिन् अत्र लिखितमस्ति किं पुस्तकात् खलु पुस्तकात् तत्र बहुवचने एकवचने पुस्तकात् बहुवचने पुस्तकेभ्यः अभ्यासपुस्तके पुस्तकतः उभयत्र एकवचने पुस्तकतः बहुवचने अपि पुस्तकतः अस्तु तर्हि इदानीं अनन्तरं स्त्रीलिङ्गे बाला बाला अस्ति तत्र स्त्रीलिङ्गे बालायाः बालायाः तर्हि अपि च नदी शब्द गौरी गौर्याः नदी नद्याः इति अस्ति तर्हि नदी इत्यस्य नद्याः बाला बालायाः बालः पुल्लिङ्गे इदानीं बालात् नपुंसकलिङ्गे पुस्तकात् तर्हि पुल्लिङ्गः नपुंसकलिङ्गः तत्र साम्यमस्ति खलु अत्र बालात् पुस्तकात् स्त्रीलिङ्गे गौर्याः अपि च बालायाः अस्तु अहं शब्दं वदामि भवन्तः वदन्तु पत्रिका पञ्चमी अस्तु पत्रिका पत्रिकायाः अस्तु अग्रे नदी नद्याः अस्तु इदानीं वृद्धः एवं नूतनमस्ति अस्तु गजः गजात् अस्तु इदानीं स्यूतः स्यूता अस्तु देवः देवात् अस्तु समीचीनम् इदानीं अश्वः अश्वात् अश्वात् इत्युक्ते किम् अश्वः नाम होर्स् अश्वात् इति फ्रम् द होर्स् खलु अस्तु इदानीं स्त्रीलिङ्गे छात्रा छात्रायाः कुञ्चिका कुञ्चिकायाः कूपी कूप्याः कलिका कलिकायाः इदानीं मक्षिका मक्षिकायाः समीचीनं माला भगिनी वदतु माला मालायाः तत्र स्त्रीलिङ्गे नदी अस्ति चेत् नद्याः नदी ईकारान्तशब्दः नद्याः किन्तु आकारान्त अस्ति चेत् लता लतायाः लतायाः बहुवचने लतेभ्यः न लताभ्यः अस्तु नृपः वा किम् एकवचने आपणः आपणः इदानीं पेटिका इदानीं द्रोणी द्रोणी इदानीं संन्यासिनी पञ्चमी वाक्यं इदानीं सङ्गणकं सङ्गणकम् एतत् सङ्गणकमस्ति एतत् संन्यासिन्याः संन्यासं स्वीकरोमि तत् कीदृशवाक्यं संन्यासं स्वीकरोमि अहं संन्यासिन्याः संन्यासं संन्यासः इति वस्तु संन्यासं भावः प्राप्नोमि प्राप्नोमि अस्तु अन्यत् वाक्यं विदूषकः नृपात् बहुमतिं स्वीकरोति पुनः विदूषकः नृपात् बहुमतिं स्वीकरोति अस्तु अग्रे आणतः आपणतः तण्डुलाः आनयति आनयताः किन्तु प्रथमतया तण्डुलः इत्यस्य द्वितीयविभक्तिः अपेक्षितः खलु द्वितीय कर्मपदम् तण्डुलाः तण्डुलः बहुवचनान्तरूपं बहुवचने तण्डुलान् तण्डुलान् तर्हि आपणतः तण्डुलान् आनयति आनयतः आनयति कः कः आनयति बालकः आनयति मित्रम् आनयति वदतु मित्रं मित्रम् आपणतः तण्डुलान् आनयति आनयति मित्रम् आपणतः तण्डुलान् आनयति इदानीं तः ओदनं यत्र यत्र पक्वमस्ति तत्र ओदम् यत्र आपणे अस्ति तत्र तण्डुलः तत्र भेदः अस्ति खलु अन्नमपि वक्तुं शक्नुमः अन्नमपि वक्तुं शक्नुमः हा किन्तु इदानीं तः तः तः इति मास्तु आपणतः इति पञ्चमी वदतु वाक्यं वदतु मित्रं मित्रम् आपणात् मित्रम् आपणात् गृहमित्यस्य पञ्चमी हा गृहात् तस्य वाक्यं रचयतु गृहात् हा हा कुत्र गच्छति कुत्र हा किन्तु कुत्र गृहात् नाम गृहतः गृहतः कुत्र कुत्र कुत्र गच्छति नाम गृहतः अहं पाठशालां गच्छामि कार्यालयं गच्छामि कुत्र गच्छति गृहतः विश्वविद्यालये गच्छामि हा हा किन्तु तत्र विश्वविद्यालयं विश्वविद्यालयं तत्र तत्र द्वितीयविभक्तिः भवति कर्मपदम् तर्हि अहं गृहतः विश्वविद्यालयं गच्छामि गृहतः इत्यस्य स्थाने गृहात् इति अपि वक्तुं शक्नुमः भवती वदतु अहं गृहात् विश्वविद्यालयं गच्छामि अत्युत्तमं भगिनि अहं पेटिकात् शाटिकां पेटिकात् पेटिकात् शाटिका किं पेटिका इति श्रीलिङ्गशब्दः खलु वदतु पेटिकायै पञ्चमी पञ्चमी इत्यस्य अभ्यासः अस्तु अग्रे सर्वे उक्तवन्तः वा द्रोण्याः जलम् अपतत् अस्तु समीचीनं न वयं न जानीमः इदानीं लङ् लङ् लङ्कारः तत्र पतितवत् द्रोण्याः जलं पतितवत् न न भूतकालः गतवान् गतवती गतवान् इत्यस्य लिङ्गं किं पुंलिङ्गं गतवती नपुंसकलिङ्गे गतवत् जलम् इत्यस्य लिङ्गं किं नपुंसकलिङ्गशब्दः तर्हि द्रोण्याः जलं पतितवान् पतितवती किम् किन्तु जलं जलं जलं तु द्रोणी अस्ति बकेट् द्रोण्याः जलं ह्यः न पतति खलु पतति वाक्यं वदतु द्रोण्याः न न पतति पतति पतति पतति वाक्यं वदतु द्रोण्याः जलं तस्य वाक्यं द्रोण्याः वदतु शी गाट् कन्फ्यूस्ड् वित् अपतत् वदतु द्रोण्याः जलं पतति बालकः पतितवान् बालिका पतितवती जलं न किमस्ति पतितवत् पुनः वदतु द्रोण्याः न पतितवत् इति वदतु पतितवत् पतितवत् हा द्रोण्याः जलं पतितवत् हा तावदेव पतितवान् पतितवती पतितवत् पतितवान् पतितवत् पतितवती पतित पतित इति मूलं मूलमस्ति पतित पतितवान् पतितवती पतितवत् तत् भिन्नम् अस्ति वयम् अग्रे गत्वा वयं ज्ञास्यामः वयं न ज्ञातवन्तः सः पतितः सर्वं जानाति सः तत्र लङ्लकारः इति वदामः लङ् भूतकालस्य वास्तविकं रूपम् अत्र विशेषणमस्ति पतितवान् इति विशेषणमस्ति अत्र क्रियापदमस्ति नास्ति चिन्ता अग्रे ज्ञास्यामः अस्तु तर्हि पेटिकायाः शाटिकां स्वीकरोमि पेटिकायाः शाटिकां स्वीकरोमि अस्तु समीचीनमस्ति इदानीं किञ्चित् अभ्यासं कुर्मः यत्र इच्छामि याः परन्तु अहं तः उपयोगम् इच्छामि तः याः यत् न आवश्यकम् तः इति वदति चेत् तः इति एव भवति तः इति अव्ययम् अव्ययम् इत्युक्ते तस्य परिवर्तनं न भवति स्त्रीलिङ्गे भवतु पुल्लिङ्गे भवतु नपुंसकलिङ्गे भवतु किन्तु अत्र विभक्तीनाम् अभ्यासः भवति तत्र परिवर्तनं भविष्यति नाम बालिकातः बालकातः वनातः तत्र तः सर्वत्र भवति किन्तु विभक्तिरूपम् अस्ति चेत् बालिका याः बालकात् वनं वनात् अतः वनं वनात् अथवा वनतः बालिका बालिकातः बालिकायाः बालिकायाः बालकः बालकात् बालकतः इदानीं बहुवचने बालकः बालकेभ्यः बहुवचने बालिकाः बालिकाभ्यः बालकेभ्यः बालिकाभ्यः अनं वनं वनेभ्यः तर्हि इदानीं बहुवचनान्तर अभ्यास किञ्चित् कुर्मः इदानीं वनं अस्तु देवः स्यूतः स्यूतेभ्यः अस्तु इदानीं चन्द्रः चन्द्रेभ्यः अस्तु समीचीनं भगिनी इदानीं बिडालः बिडालः पञ्चमी बहुवचनं बिडालः बिडालः बालकः बालकेभ्यः बिडालः बिडालेभ्यः इदानीम् अश्वः अश्वेभ्यः इदानीं वृद्धा वृद्धाभ्यः समीचीनम् इदानीं छुरिका छुरिकाभ्यः इदानीम् अङ्कनी अङ्कनीभ्यः अस्तु समीचीनं कूपी कूपीभ्यः समीचीनं द्रोणी द्रोणीभ्यः गोशाला गोशालाभ्यः अस्तु समीचीनम् अध्यापिका भगिनी अध्यापिका अध्यापिकेभ्यः न स्त्रीलिङ्गे बालकः बालकेभ्यः, किन्तु स्त्रीलिङ्गे महिला महिलाभ्यः. अध्यापिका अध्यापिकाभ्यः पुल्लिङ्गे अध्यापकः अध्यापकेभ्यः, स्त्रीलिङ्गे अध्यापिका अध्यापिकाभ्यः अध्यापिकाभ्यः. अस्तु, समीचीनम्. इदानीं गृहं गृहेभ्यः, नगरं नगरेभ्यः, जलं जलेभ्यः. समीचीनम्. अस्तु, सर्वे वाक्यं रचयतु. बहुवचने पञ्चमी. अत्र कुञ्चिका लता, महिला. इदानीं भगिनी पुरुषः पञ्चमी बहुवचने वाक्यम्. इदानीं पुत्री, अनन्तरं पत्रिका. भवत्याः? अस्तु, स्थालिका. भोजनं यत्र अस्ति, भोजनं स्थालिका, प्लेट् स्थालिका. अस्तु, वाक्यं. माता कुञ्चिकायाः क्रीणाति. बहुवचने कुञ्चिकाभ्यः क्रीणाति, तस्य अर्थः कः? अत्र पञ्चमी भक्ति अस्ति कुञ्चिकाभ्यः इति, तत्र द्वितीया स्यात् खलु. कुञ्चिकाः क्रीणाति, अथवा एकवचने कुञ्चिकां क्रीणाति. अत्र पञ्चमी. अत्र नाम अत्र किञ्चित् कठिनमस्ति, बहु कठिनमपि नास्ति. अत्र बालिका इति वदतु, बालिका इति पञ्चमी बहुवचनं वाक्यम्. जाह्नवी शिबिरे भोजनं महिलेभ्यः स्वीकरोमि. महिलेभ्यः भवति वा? महिलाभ्यः स्वीकरोमि. पुनः वदतु. जाह्नवी शिबिरे अहं भोजनं महिलाभ्यः स्वीकरोमि. समीचीनम्. अन्यद् वाक्यं सर्वे वदन्तु. जाह्नवी शिबिरे अहं महिलाभ्यः भोजनं स्वीकरोमि. अस्तु. ब्राह्मणः पुत्रीभ्यः भोजनं प्राप्नोति. ब्राह्मणः पुत्रीभ्यः भोजनं प्राप्नोति. समीचीनम्. अन्यत्? वयं स्थालिकाभ्यः अन्नं खादामः. वयं वार्तां पत्रिकाभ्यः पठामः. समीचीनं. वार्तां पत्रिकाभ्यः पठामः. समीचीनम्. अस्तु, भगिनी वदति वा वाक्यं. पुरुषेभ्यः लताभ्यां स्वीकरोमि. किं स्वीकरोति? मधुरं स्वीकरोमि. पुनः वदतु. अहं लताभ्यां लताभ्यः मधुरं स्वीकरोमि. तथा भवति. पुष्पं लताभ्यः पुष्पं स्वीकरोमि, अथवा यासां महिलानां नाम लता, महिलानां नाम लता, ताभ्यः लताभ्यः अहं मधुरं स्वीकरोमि. तत् भवितुमर्हति स्म. अस्तु, भगिनी वदतु वाक्यं. पुरुषेभ्यः समीचीनम्. अहं पुनः वदतु. अहं पुरुषेभ्यः धनं स्वीकरोमि इति वाक्यम्. Sibira also we had the exact same joke. Oh, yeah, man. Yeah, we were told the same joke. Oh. Exactly. Lata. Na jana. Using the same word. Evan. Yeah. Asti. Idanim, tari idanim, panchama vyasaha. Chatur, chatvarimshat tamepute. Chatus chatvarimshat. Chatus chatvarimshat tamepute. Page 44, tatra vyasa asti. Kinshit kurmaha sigrameva. Atra ekavachane, bahuvachane. Ha. Atra panchama vyasaha. Graham, ekavachane, bahuvachane, panchami. Ha, bhavati vadatu. Grahat. जलपातः जलपातः जलपातात् जलपातेभ्यः जलपातात् जलपातेभ्यः अस्तु अग्रे अंकनी अंकन्याः अंकनीभ्यः अंकन्याः अंकनीभ्यः अस्तु इदानीं तिथिः तिथिः इति स्त्रीलिङ्गशब्दः तत्र ह्रस्व इकारान्त शब्दः एतादृशव्यासः नापेक्षितः इदानीं तिथिः अनन्तरं पश्यामः इदानीम् अग्रिमव्यासः षष्ठः व्यासः तत्र षष्ठः व्यासः अस्तु लक्ष्मी भगिनी पठतु आवरणे आवरणे दत्तानां पदानां पञ्चम्यन्तेन एकवचनं पञ्चम्यन्तेन रूपेण रिक्तस्थलं पूरयत उदाहरणार्थं सः ग्रामात् ग्रामः आगतवान् सः ग्रामात् आगतवान् इदानीं प्रथमवाक्यम् इदानीन्तनाः छात्राः शिक्षकात् भीताः न भवन्ति प्रथमतया शिक्षकः इति वदतु अनन्तरं शिक्षकात् इदानीन्तनाः छात्राः शिक्षकः भीताः न भवन्ति इदानीन्तनाः छात्राः शिक्षकात् भीताः न भवन्ति अस्तु इदानीम् इदानीन्तनाः नाम आधुनिकाः आधुनिकाः सत्यं नाम अद्यतन इति वदामः खलु अद्यतनः ह्यस्तनः श्वस्तनः इदानीं पस्तनः इदानीन्तनः इदानीन्तनः अत्र अत्र ह्रस्व इकारान्तशब्द अस्तु किञ्चित् पश्यामः अत्र इकारान्तशब्दः अस्ति चेत् इकारान्तशब्दः उकारान्तशब्दः तत्र इकारान्तशब्दः अस्ति चेत् पश्यामः अत्र हरिः इत्यस्य हरेः अपि च बहुवचने बहुवचनं सुलभमस्ति हरि हरिभ्यः हरिभ्यः मतिः मतेः मतिभ्यः अत्र शब्दः अस्ति दधि नपुंसकलिङ्गशब्दः दधि दध्नः दधिभ्यः इदानीम् उकारशब्दः अस्ति गुरोः गुरुः गुरोः अनन्तरं नपुंस बहुवचने गुरुभ्यः धेनुः स्त्रीलिङ्गे धेनोः बहुवचने धेनुभ्यः मधु शब्दः नपुंसकलिङ्गे मधु मधुनः बहुवचने अस्तु ऋकारान्तशब्दः पिता पितृ इति शब्दः पितृ इति शब्दः अस्ति पितुः पितृभ्यः माता मातृ मातुः मातृभ्यः कर्ता कर्तृ कर्तृभ्यः अस्तु तर्हि इदानीं चतुर्थ उदाहरणमस्ति तिथिः तिथिः इत्यस्य एकवचनान्त पञ्चम्यन्त तिथेः बहुवचने अनन्तरं भूमिः भूमिभ्यः अनन्तरं दुहिता दुहिता इत्यस्य मूलरूपमस्ति दुहितृ दुहितृ दुहितुः यथा पिता अस्ति पितृ अतः मातृ दुहितुः अपि च द्वित्रभ्यः। हा अस्तु, अग्रिमम् अस्ति तनुः। तनुः तनुभ्यः। हा इदानीं श्रोता, श्रोता इति मूलरूपं किं? श्रोतृ। श्रोतृ, तर्हि किं भवति? श्रोतुः। श्रोतृभ्यः। इदानीं नटी, नटी, नटी नदी इव अस्ति, नटी, तर्हि किं भवति? नद्याः। नटी इति शब्दः, नट्याः, नट्याः, नटीभ्यः, नटीभ्यः। इदानीं सम्पत्तिः, सम्पतेः, सम्पत्तिभ्यः। अस्तु, इदानीं सुब्रह्मण्य महोदय, इदानीम् अग्रे पुष्प, न षण्मुखः, द्वितीयं द्वितीयवाक्यमस्ति षण्मुखः। षण्मुखः, षण्मुखः गणपति पूर्व, न गण गणपति, गणपति पूर्व। अनन्तरं षण्मुखः गणपतेः पूर्व। हा षण्मुखः गणपतेः पूर्वः। अस्तु, तृतीयवाक्यं सा, विश्वनाथमहोदय, सा, सा सखी, सखी ऋते अन्यैः अनैः सह वार्तालापं न करोति। सा सखी, इदानीं अत्र सखी इत्यस्य पञ्चमी किम्? सख्याः, नदी, नद्याः, सखी, सख्याः। इदानीं ऋते इति इत्यस्य अर्थः कः? ऋते त्यक्त्वा, असत्यं, त्यक्त्वा, त्यक्त्वा इति अर्थः। अत्र सा सख्याः ऋते, नाम यदि नाम अन्यैः, यदि सखी नास्ति, सखी नास्ति चेत् अन्यैः सह वार्तालापं न करोति इति अर्थः। सखी नास्ति चेत् तर्हि सख्याः ऋते इति अर्थः। सखीं, सखी नास्ति चेत् सा अन्यैः सह वार्तालापं न करोति इति अर्थः। अवगतं वा? सुनीलः, सुनीलः काश्याः आगतवान् अस्ति। सुनीलः काश्याः आगतवान् अस्ति। समीचीनम् अस्ति। अस्तु, अभिनवनयाग्रे वानरः शाखा पतितवान्। वानरः शाखायाः पतितवान्। अस्तु, समीचीनम्। इदानीं लक्ष्मी भगिनी अग्रे, तस्य पुत्रः दुहिता परः। तस्य पुत्रः दुहितुः परः। समीचीनम्। अस्तु, राजशेखर महोदय अग्रे, दुहितुः, तस्य पुत्रः दुहितुः परः, तस्य अर्थः कः? तस्य पुत्रः दुहितुः परः, तस्य अर्थः कः? प्रथमं दुहिता, हा, द्वितीयं पुत्रः। सत्यं, नाम वयसः विषयः, वयसः विषयः, वयः कः, वयः किं नाम? पुत्री इति अर्थः, दुहित्र इति पुत्री। अस्तु, अग्रे नेता, नेता ऋते, नेता ऋते ऋते कार्यकर्तारः निरुत्साहिनः भवन्ति. नेता नेत्र इति मूलशब्दः. नेत्र मूलशब्दः अस्ति. नेत्र यथा पितृ कर्तृ. नेतुः ऋते कार्यकर्तारः निरुत्साहिनः भवन्ति. नेतुः ऋते कार्यकर्तारः निरुत्साहिनः भवन्ति. अत्र निरुत्साहिन् इति मूलशब्दः. निरुत्साही एकवचने, निरुत्साही बहुवचने, निरुत्साहिनः तेषाम् उत्साहः न भवति. नकारान्तशब्दः अस्ति. समीचीनं, नकारान्तशब्दः अस्ति. यथा विद्यार्थिन्, विद्यार्थी, विद्यार्थिनौ, विद्यार्थः, विद्यार्थिन् नकारान्तशब्दः. कार्यकर्तारः इति कर्तृ, कार्यकर्तृ, कार्यकर्ता, कार्यकर्तारौ, कार्यकर्तारः इति पुल्लिङ्गे अस्ति, बहुवचने अस्ति. तर्हि नेतुः ऋते कार्यकर्तारः निरुत्साहिनः भवन्ति इति अर्थः अवगतः वा? स्पष्टमस्ति वा? नास्ति. नेता इति जानाति वा? नेता नेताजी इति कश्चन प्रसिद्धः नेताजी इति कः आसीत्? नेताजी सुभाष चन्द्रबोस्. सुभाष चन्द्रबोस् इति नेताजी आसीत्. श्रुतवती वा? सुभाष चन्द्रबोस् इत्यस्य नाम नेताजी आसीत्. नेताजी नायकः, लीडर्. नेता इति लीडर्, तस्य मूलरूपम् अस्ति नेत्र. षष्टि पञ्चमी अस्ति नेतुः. नेतुः ऋते इत्युक्ते यत्र नेता नास्ति, यदा नेता नास्ति. ऋते इत्युक्ते एक्सेप्ट् ओर् विदौट्. ऋते इत्युक्ते एक्सेप्ट् ओर् विदौट्. भगिनी अवगच्छति वा? नेता इति जानाति खलु नेता. ऋते इत्युक्ते एक्सेप्ट् ओर् विदौट्. तर्हि नेता नास्ति चेत् कार्यकर्तारः निरुत्साहिनः भवन्ति. अत्र कार्यकर्ता इत्यस्य बहुवचनान्तरूपं, बहुवचने. अवगच्छति अथवा न अवगच्छति? अनन्तरं उत्साहः इति जानाति वा? उत्साहः, एन्थुसियासम्. निरुत्साहः विदौट् एन्थुसियासम्. निरुत्साहिनः इति तस्य बहुवचनान्तरूपं. कार्यकर्तारः निरुत्साहिनः भवन्ति. अस्तु, इदानीं ज्ञानिका भगिनी अग्रिमं वाक्यं वदतु. बालाः जन्तुः बालाः जन्तुः भीताः भवन्ति. तर्हि जन्तुः इति शब्दस्य अर्थः जानाति वा? जन्तुः पशु इति जानाति वा? पशुः कन्नडभाषायां किं भवति? पशु प्राणी. ओ, प्राणी इति अस्ति. प्राणी जानाति वा? अस्तु अस्तु. तर्हि प्राणी नाम पशुः अथवा जन्तुः, समानं. जन्तुः. तर्हि अत्र यथा अत्र गुरुः आसीत्, गुरुः इत्यस्य पञ्चमी विभक्ति किं? गुरुः. अत्र पेज् 44 पश्यतु. गुरुः अत्र उकारान्तः, उकारान्त पञ्चमशब्दः अस्ति. उकारान्त तत्र छट् मध्ये उकारान्तः. गुरुः इत्यस्य गुरोः. तर्हि जन्तुः जन्तोः हा हा हा वदतु वाक्यम् बालाः बालाः जन्तोः भक्तिः भीताः भीताः भवन्ति हा समीचीनं नाम तेषां भयमस्ति भयम् अवगच्छति वा नाम बालाः जन्तुतः इति अर्थः जन्तुतः भीताः भवन्ति अर्थः अवगतः वा किमर्थम् किमर्थं तत्र नाम उदाहरणार्थं सिंहः सिंहः अस्ति चेत् अथवा व्याघ्रः तर्हि बालानां भयं भवति खलु भयं भयं भवति न वा अवगच्छति वा भयं भयम् इत्युक्ते फियर् हा तो सिंहः एवं करोति चेत् तत्र भयं भवति न वा आक्रमणम् आक्रमणं करोति चेत् भयमस्ति खलु तर्हि बालाः जन्तोः भीताः भवन्ति भीताः नाम तेषां भयमस्ति अस्तु अग्रे सुब्रह्मण्यं महोदय रज्जुत् वस्त्राणि पतन्ति रज्जोः वस्त्राणि पतन्ति रज्जोः वस्त्राणि पतन्ति रज्जुः वस्त्राणि पतन्ति हा रज्जोः वस्त्राणि पतन्ति इति अर्थः स्पष्टः वा रज्जुः रज्जुः नाम अयं अयं रज्जुः इयं रज्जुः यत्र प्रकोष्ठे रज्जुः अस्ति तत्र वस्त्राणि पतन्ति रज्जोः वस्त्राणि पतन्ति अस्तु विश्वनाथमहोदय अग्रिमम् भवान् ब्रह्मः मुक्ताः भवन्तु मुक्तः भवन्तु भवान् ब्रह्मोः मुक्ताः भवन्तु एकनिमेषः ब्रह्मः अकारान्तशब्दः यथा देवशब्दः रामः भ्रमः भ्रमः भ्रमः इति रामशब्द इव यथा रामशब्दः रामः इति पञ्चमी किम् रामाभ्यः एकवचने रामः इति रामात् बालकः बालकात् भ्रमः भ्रमात् वाक्यं वदतु भवान् भ्रमात् मुक्तः भवन्तु अवगच्छति वा भवान् भ्रमात् मुक्तः भवतु अर्थः अवगतः सर्वे अवगच्छन्ति वा सन्ध्या भगिनि मुक्तः मुक्तिः एकनिमेषः मुक्तिः इति जानाति खलु मुक्तिः मुक्तिः न जानाति मोक्ष इति जानाति वा मुक्तिः तथा मोक्ष मुक्तिः सो मुक्तः तर्हि भ्रमः इति जानाति वा भ्रमः इदानीं भवान् भ्रमात् मुक्तः भवतु नाम मोक्ष तत्र न वदामः किन्तु तत्तु सर्वे वक्तुं शक्नुवन्ति आङ्ग्लभाषया अस्माकं किञ्चित् सङ्घर्षः भवति स्म भवान् भ्रमात् मुक्तः भवतु इत्युक्ते बिकम् फ्री फ्रम् योर् कन्फ्यूजन् न न ब्रह्म इति न भ्रमः भ्रमः इत्युक्ते कन्फ्यूजन् भ्रमः इत्युक्ते कन्फ्यूजन् become free from confusion mukta hai jite liberated get liberated from your confusion astu iti vishaya spashta ha astu tari idanim viramama panchme iti samapya iti asya vishaya ha samapyamana ha asti asmakam uttaradaitvam kim उत्तरदायित्वम् एतावता टेबल् सन्ति खलु तत्र करपत्रं अस्माकं मनसि पञ्चमीविभक्तिपर्यन्तम् एकवचने बहुवचने च अस्माकं मनसि रूपाणि स्युः. पञ्चमीविभक्तितः अथवा पञ्चम विभक्तेः अत्र विभक्तितः तत्र मतिः इत्यस्य मतेः पञ्चमी मतेः विभक्तिः विभक्तेः तर्हि प्रथमाविभक्तेः पञ्चमीविभक्तिपर्यन्तम् अस्माकं ज्ञानं भवेत्. यतोहि पुस्तकं समाप्यमानमस्ति, किञ्चिदेव अवशिष्टमस्ति, अनन्तरं पुस्तकं समाप्तं भवति. षष्टिसप्तमी अनन्तरं पुस्तकं समाप्तम्. अतः अत्र अस्माकम् अभ्यासः भवतु. चिन्तयन्तु, एकः विषयः अस्ति अस्य पुस्तकस्य अस्तपुस्तकस्य अनन्तरम् अस्माकं विकल्पः अस्ति, मार्गद्वयमस्ति. वयं चिन्तयितुं शक्नुमः मार्गद्वयमस्ति. तत्र एकमस्ति भाषाप्रवेशः इति पुस्तकं, भाषाप्रवेशः इति एकं पुस्तकमस्ति. द्वितीयमस्ति गीतासोपानं. किं तत्र भाषाप्रवेशः अनन्तरं गीतासोपानं, तत्र भेदः कः इति चेत् भाषाप्रवेशः तत्र सामान्यशब्दाः, लौकिकजीवने सामान्यशब्दाः सन्ति सम्भाषणार्थं. गीतासोपाने प्रत्येकम् अध्यायः तथैव अस्ति, नाम विषयाः ते एव विषयाः सन्ति. नाम वर्तमानकालः, भविष्यत्कालः, भूतकालः, प्रत्येकम् अध्यायः द्वयोः पुस्तकयोः तत्र समानविषयाः सन्ति. किन्तु भेदः कः, भाषाप्रवेशे तत्र भाषाप्रवेशपुस्तके तत्र सामान्यशब्दाः सन्ति. गीतासोपानं तत्र गीतासम्बद्ध पुस्तक शब्दाः सन्ति. भगवद्गीता, भगवद्गीता तत्र सम्बद्धशब्दाः सन्ति. अतः अहं वक्तुं शक्नोमि यत् भाषाप्रवेशः किञ्चित् सरलः अस्ति. भाषाप्रवेशपुस्तकं किञ्चित् सरलम् अस्ति. तत्र नाम मम विचारः कः इति चेत् द्वयमपि समीचीनमस्ति. यदा विषयः नूतनः, उदाहरणार्थं वयं लङ्लकारः अपतत्, बालकः अगच्छत्, तर्हि न्यूनातिन्यूनं यदि वयं बालकशब्दं जानीमः तर्हि विषयः सरलः. बालक नाम तत्र बालकशब्द न लिखित्वा अलिखित्वा तत्र अन्यशब्दः अस्ति चेत् यत् वयं न जानीमः तर्हि अगच्छत् अपि नूतनरूपमस्ति. बालकशब्द नाम यः कोऽपि शब्दः अस्ति, नाम यः कोऽपि कठिनशब्दः अस्ति, तत्र नूतनविषयद्वयमस्ति. If we don't know the tense, and we also don't know the vocabulary, then it makes it difficult. But if we at least know the words, then we can learn the tense more easily. So for that reason, Bhasha-Pravesha kinshit namasarala asti. Kintu yadi sarve gita sopan, Bhagavad Gita yam ye ye shabdaha santi, tan sarvan nyatum ichamaha, तर्हि तत्र अपि मम पार्श्वे पुस्तकद्वयमपि अस्ति. भवन्तः चिन्तयन्तु, इट्स् मोर् मीन्स् दे हेव् श्लोकस् अण्ड् थिङ्ग्स् इन् देर् इन् दे हेव् श्लोकस् आर् देर् अण्ड् सामान्य एक्सर्सैसेस् द एक्सर्सैस् दे पुट् वर्ड्स् फ्रम् भगवद्गीता इन् देर्. सो इन्स्टेड् आफ् सेयिङ्ग् बालक वेंट टु द स्टोर् देन् दे से भगवान् कृष्णः वेन् ही वाज़् प्रातिबन्धवन्तः तत्र दार्शनिकशास्त्र जातः एतत् सर्वं नाम एतत् सर्वं भवति तत्र. अतः अस्माकं चिन्तनं नाम भवतु.